पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 22 सुमतिरुवाच अथ सर्वं दिनं नीत्वा हरिस्मरणकीर्तनैः रात्रौ सुष्वापगङ्गाया रोधस्युरुफलप्रदे ददर्शस्वप्नमध्ये तु सस्वात्मानं चतुर्भुजं शङ्खचक्रगदा पद्म शार्ङ्गकोदण्डधारिणम् नृत्यन्तं पुरुषोत्तमस्य पुरद सर्वादिदेवैः सह श्रीमद्भिस्वतनूयुतैररिगदां बुद्धाब्जहेत्यादिभिः विश्वक्सेनवरैर्गणैः सुतनुभिः श्रीशंसदोपासितं दृष्ट्वा विस्मयमापलोकविषयं हर्षं तथात्यद्भुतं ददतं मनसोऽभीष्टं पुरुषोत्तमसंज्ञितम् आत्मानं च कृपापात्रममन्यत्र महामतिः इत्येवं स्वप्नविषये ददर्श नृपसत्तमः प्रादःप्रबुद्धो विप्राय जगादस्वप्नमीक्षितम् तच्छ्रुत्वा वाडवो धीमान् कथयामास विस्मितः राजंस्त्वयासौ दृष्टो यः पुरुषोत्तमसंज्ञितः दास्यदे शङ्खचक्रादिचिह्नितां स्वतनुं हरिः इति श्रुत्वा तु तद्वाक्यं रत्नग्रीवो महामनाः दापयामास दानानि दीनानां मानसोचितं स्नात्वा गङ्गाग्धिसंयोगे तर्पयित्वा पितॄन् सुरान् गायन् हरिगुणग्रामं प्रत्यैक्षत च दर्शनं ततो मध्याह्नसमये दिवि दुन्दुभयो मुहुः जह्नुः सुरकराखाद बहुशब्द सुशब्दिताः अकस्मात् पुष्पवृष्टिश्च बभूव नृपमस्तके धन्योऽसि नृपवर्यस्त्वं नीलं पश्याक्षिगोचरं शृणोतीति यदा वाक्यं नृपो देवप्रणोदितं तदा स सूर्यकोटीनामधिकान्तिधरोद्भुतः राज्ञोऽक्षिगोचरो जातो नीलनामा महागिरिः राजधैकानकैश्रृङ्गैः समं तात्परिराजितः किमग्निप्रज्वलत्येष द्वितीय किमु भास्करः किमयं वैद्युदपुञ्जो ह्यकस्मास्थिरकान्तिधृक तापसब्राह्मणो दृष्ट्वा नीलप्रस्थं सुशोभितं राज्ञे निवेदयामास यश पुण्यो महागिरिः तच्छ्रुत्वा नृपतिश्रेष्ठः शिरसा प्रणनामः धन्योऽस्मि कृतकृत्योऽस्मि नीलो मे दृष्टिगोचरः अमात्यो राजपत्नी च करम्बस्तन्तुवायकः नीलदर्शनसंहृष्टा बभूवुः पुरुषर्षभ पञ्चैदे विजये काले नीलपर्वतमारुहन् महादुन्दुभिनिर्घोषान् शृण्वन्तो ह्यमर्हैकृतान् तस्यो परितने शृङ्गे चित्रपादपराजिते ददर्श हाडकाबद्धं देवालयमनुत्तमं ब्रह्मागत्य सदा पूजां करोति परमेष्टिनः नैवेद्यं कुरुते यत्र हरिसन्तोषकारकम् दृष्ट्वाथ तत्र विमलं देवायतनमुत्तमं प्रविवेशपरिवारैः पञ्चभिः सह संवृतः तत्र दृष्ट्वा जातरूपे महामणिविचित्रिते सिंहासने विराजन्तं चतुर्भुजमनोहरम् चण्डप्रचण्डविजय जयादिभिरुपासितं प्रणनाम सपत्नीको राजा सेवकसंयुधः प्रणम्य परमात्मानं महाराजसुरोत्तमं स्नापयामास विधिवत् वेदोक्तैः स्नानमन्त्रकैः अर्घ्यपाद्यादिकं चक्रे प्रीतेन मनसा नृपः चन्दनेन विलिप्यैनं सुवस्त्रे विनिवेद्य च धूपमारादिकं कृत्वा सर्वस्वादुमनोहरं नैवेद्यं भगवन्मूर्त्यै न्यवेदयदधो नृपः प्रणम्य च स्तुतिं चक्रे तापसब्राह्मणेन च यथा मदिगुणग्रामगुम्फितस्तोत्रसञ्चयैः राजोवाच एकस्त्वं पुरुषः साक्षात् भगवान् प्रकृतेः परः कार्यकारणदो भिन्नो महत्तत्त्वादिपूजितः त्वन्नाभि कमलाज्जज्ञे ब्रह्मा सृष्टिविचक्षणः तथा संहारकर्ता च रुद्रस्त्वन्नेत्रसम्भवः त्वया ज्ञप्तः करोत्यस्य विश्वस्य परिचेष्टितं त्वत्तो जातं पुराणाद्यजगस्तास्नुचरिष्णु च चेतनाशक्तिमाविश्य त्वमेनं चेतयस्यहो तव जन्मधुनास्त्येव नां तस्तव जगत्पदे वृद्धिक्षय परिणामास्त्वयि सन्त्येव नो विभो तथापि भक्तरक्षार्थं धर्मस्थापनहेतवे करोषि जन्मकर्माणि ह्यनुरूपगुणानि च त्वया मात्स्यं वपुर्धृत्वा शङ्खस्तु निहतोऽसुरः वेदा सुरक्षिता ब्रह्मन् महापुरुषपूर्वज शेषो न वेत्ति महिते भारत्यपि महेश्वरी किमु तान्ये महाविष्णो मादृशास्तु कुबुद्धयः मनसा त्वं न चाप्नोति वागीयं परमेश्वरी तस्मादहं कथं त्वां वै स्तोतुं स्वामीश्वरप्रभो इति स्तुत्वा स शिरसा प्रणाममकरोन्मुहुः गद्गदस्वरसंयुक्तो रोम हर्षाङ्गिताङ्गकः इति स्तुत्या प्रहष्टात्मा भगवान् पुरुषोत्तमः उवाच वचनं सत्यं राजानं प्रतिसार्थकं श्रीभगवानुवाच तव स्तुत्वा प्रहर्षोऽभून्मम राजन्महामदे जानीहि त्वं महाराज माञ्जप्रकृतितः परं नैवेद्यभक्षणं त्वं हि शीघ्रं कुरु मनोहरं चतुर्भुजत्वमाप्तसङ्गं दासि परमं पदं त्वत्कृत्स्तुतिरत्नेन यो मां स्तोष्यति मानवः तस्यापि दर्शनं दास्ये भुक्ति मुक्तिवरप्रदम् इत्येवं वचनं राजा श्रुत्वा भगवतोदिदं नैवेद्यभक्षणं चक्रे चतुर्भिः सह सेवकैः ततो विमानं सम्प्राप्तं किङ्गिणी जालमण्डितम् अप्सरो वृन्दसंसेव्यं सर्वभोगसमन्वितम् पुरुषोत्तमसंज्ञां च पश्यन् राजा स धार्मिकः ववन्दे चरणौ तस्य कृपापात्रकृतात्मकः तदाज्ञया विमाने स आरुह्यमखिलायुधः जगाम पश्यतस्तस्य दिवि वैकुण्ठमद्भुतम् मन्त्रीधर्मपरो राज्ञः सर्वधर्मविदुत्तमः ययौ साकं विमानेन ललना वृन्दसेवितः तापसब्राह्मणस्तत्र सर्वतीर्था वगाहकः चतुर्भुजत्वं सम्प्राप्तो ययौ देवैर्विमानिभिः परम्बोभिमहाराज गानपुण्येन दर्शनं प्राप्तो ययौ सुरावासं सर्वदेवादिदुर्लभम् सर्वे प्रचलिता विष्णुलोकं परममद्भुतं चतुर्भुजा शङ्खचक्र गदा पाधोजधारिणः सर्वे मेघश्रियशुद्धा लसदम्भोजपाणयः हारकेयूरकडकैर्भूषिताङ्गा ययुर्दिवम् तद्विमानावलिर्दृष्ट्वा लोकैः प्रकृतिभिस्तदा दुन्दुभीनां तु निर्घोषस्थैः हृदकर्णगोचरः तदैको ब्राह्मणो ह्यासीद्विष्णुपादाब्ज वल्लभः गदस्तद्विरहाकृष्टचेता जातश्चतुर्भुजः तच्चित्रं वीक्ष्य लोकास्ते प्रशंसन्तो महोदयं गङ्गासागरसंयोगे स्नात्वा गुस्तं पुरं प्रति अहो भाग्यं भूमिपदे रत्नग्रीवस्य सन्मदेः जगामानेन देहेन तद्विष्णोः परमं पदम् राजन्नसौ नीलगिरिपुरुषोत्तमसत्कृदः यं वीक्ष्यैव व्रजं त्यद्धा वैकुण्ठं परमायनम् यदन्नीलस्य माहात्म्यं यशृणोति स भाग्यवान् यश्रावयति लोकान् वै तौ गच्छेदां परं पदम् एतच्छ्रुत्वा तु दुःस्वप्नो नश्यति स्मृतिमात्रतः प्रान्ते संसारनिस्तारं ददाति पुरुषोत्तमः योऽसौ नीलाधिवासी च स रामः पुरुषोत्तमः सीता साक्षान्महालक्ष्मीः सर्वकारणकारणं हयमेधम् चरित्वा स लोकान् वै पावयिष्यति यन्नाम ब्रह्म हत्याया प्रायच्चित्ते प्रदिश्यते इदानीं त्वद्धयप्राप्तो नीले पर्वतसत्तमे पुरुषोत्तम देवं त्वं नमस्कुरु महामदे तत्र निष्पापिनो भूत्वा यास्यामः परमं पदम् यस्य प्रसादाद् बहवो निस्तीर्णा भवसागराद एवं प्रवदतस्तस्य प्राप्तोऽश्वो नीलपर्वतं वायुवेगेन पृथिवीं कुर्वन् संक्षुण्णमण्डलाम् तदा राजापि तत्पृष्टचारी नीलाभिदं गिरं प्राप्तो गङ्गाभिसंयोगे स्नात्वा दात् पुरुषोत्तमं स्तुत्वा नत्वा च देवेशं सुरासुरनमस्कृतम् जातं कृतार्थमात्मानममन्यदस शत्रुः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे नीलगिरिमहिमवर्णनं नाम द्वाविंशोऽध्यायः ॐ